अस्तु, पृथक्त्वस्य भेदस्य च को विशेषः इत्यस्मिन् विषये चर्चा जायमाना अस्ति। पूर्वपक्षीमतमस्ति यत् भेदः एव पृथक्त्वं, भेदस्य भेदेन सर्वत्र निर्वाहः भवतु, पृथक्त्वम् इति न अपेक्षितम् इति तस्य मतम्। सिद्धान्ती वदति तथा न, पृथक्त्वम् इति गुणः, द्रव्यमात्रवृत्तिः इति। अस्तु, दीर्घकरपत्रं पठित्वा तस्य शीर्षकमासीत् संयोगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इति पठित्वा, परस्परवैलक्षण्यं तु साधितमेव अस्माभिः। अग्रे सर्वे पारिभाषिकशब्दानपि अधिकृत्य दीर्घरूपेण चर्चा कृत्वा समाधानं प्राप्तं। तदनन्तरं विद्याधर्यां पुनः पठनम् आरब्धवन्तः, समग्रचिन्तनम् अपि इदानीं प्रवर्तमाना अस्ति। गतवर्गे अस्माभिः दृष्टं यत् कर्मजसंयोगः वा अथवा संयोगजसंयोगः वा कुत्र कुत्र भवति, कुत्र न भवति इति दृष्टवन्तः। अष्टनवतितमे पुटे स्मः इदानीं विद्याधर्या, तत्र पृथगाश्रयाश्रितयोरेव युतसिद्धयोरेव उभयविधसंयोगः जायते इति दृष्टम्। रामप्रिया भगिनी किञ्चित् वदति वा, युतसिद्धयोः अथवा पृथगाश्रयाश्रितयोः इत्युक्ते किञ्चित् विवरणं ददाति वा? पृथक् आश्रयाश्रितयोः एव युतसिद्धयोः एव मूर्तयोः जायते उभयविधसंयोगः। तत्र पृथक् आश्रयाश्रितयोः इत्युक्ते ययोः आश्रयः पृथक् इति, यदा वयं वृक्षपक्षिणोः मध्ये स्वीकृतवन्तः, वृक्षस्य अवयवः तस्य शाखा वा किमपि, पक्षिणः अवयवः तु तस्य चञ्चुः वा पङ्कः वा इति, तस्य आश्रयः भिन्नः, तस्य अवयवः भिन्नः अतः तस्य आश्रयः भिन्नः। पृथक् आश्रयौ तौ आश्रितौ इत्युक्ते वृक्षपक्षिणोः आश्रितौ, अतः पृथक् आश्रय आश्रितौ यौ तौ युतसिद्धौ, तस्यैव युतसिद्धत्वम् अस्ति अतः संयोगः जायते। युतसिद्धौ इत्युक्ते पृथक् पृथक् तेषां सृष्टिः अभवत्, अपि च एकस्य नाशनेन द्वितीयस्य नाशः न भवति, खलु? अस्तु, इति दृष्टम्। अन्तिमपरिच्छेदः किञ्चित् दृष्टवन्तः, तत्र प्रथमवाक्यं किञ्चित् प्रतिपादयति वा? कपालभूतलयोः पृथगाश्रयाश्रित्व, तत्र कपालभूतलयोः पृथग् आश्रय आश्रितत्वेन तयोः संयोगसम्भवेऽपि कटक कपालयोः तदाविधत्वभावात् न तयोः कर्मजसंयोगज संयोगो संयोगोत्पत्तिः। कपालभूतलयोः यथा कपालभूतलयोः पृथग् आश्रय आश्रितत्वेन, यदा कपालभूतलयोः पृथक् आश्रय आश्रितत्वम् अस्ति, तयोः संयोगसम्भवे अपि, तयोः मध्ये यदा कपालभूतलयोः मध्ये संयोगः सम्भवति, तदा कटकपालयोः तदाविध अभावात्, तदाविध अभावात् इत्युक्ते घटकपालयोः मध्ये पृथग् आश्रय आश्रितत्वं नास्ति, तदाविधाभावात् न तयोः कर्मजः संयोगजः संयोगोत्पत्तिः, अतः तयोः मध्ये कर्मजः वा कर्मजसंयोगः वा संयोगजः संयोगः वा न भवति। सम्यक् सम्यक्। तथा विधत्वाभावात् इत्युक्ते तथाविध पृथगाश्रयासि तत्त्वाभावात् इति. अस्तु अस्तु. सुनीलमहोदय, अग्रिम वाक्यं यदस्ति तस्य किञ्चित् परिशीलनं करोति वा? न च गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिगत्वे मानाभावात् भूतलावधिगत्वस्येन कपालावधिगत्वस्यापि आवश्यकत्वात् तद्दोषदावस्थितमिति वाच्यम्. न च वाक्यम् इति तत्र आपादनद्वयमस्ति. गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिगत्वे मानाभावात् इति, अनन्तरं भूतलावधिगत्वस्यैव कपालावधिगत्वस्यापि आवश्यकत्वात् तद्दोष दोषतादवस्थमिति अन्यत् अस्ति. अत्र गुणरूपस्य तस्य इत्युक्ते अत्र कस्य वाक्यमस्ति? सिद्धान्तवाक्यं वा अथवा वाक्यं वा? पूर्वपक्षिणः वाक्यं. आपादनं पूर्वपक्षिणः, वाक्यं तु सिद्धान्तिनः एव. न च इति, न च इति शैली वाच्यमिति सिद्धान्तिनः. अत्र प्रथम आपादनस्य किञ्चित् उक्त्वा तस्य का दोषः, कः दोषः आगच्छति इत्यपि वदतु. प्रथम आपादनमस्ति गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिगत्वे माना भवति इति. अत्र पृथक्त्वम् इति गुणः इति स्वीकुर्मः चेत् तत्र गुणः इति द्रव्ये एव भवति, तद् द्रव्यस्य उत्पत्तेः अनन्तरमेव भवति. अतः अत्र पृथक्त्वस्य रूपादिवत् गुणः इति पृथक्त्वमिति गुणः इति स्वीकुर्मः चेत् तदपि द्रव्यस्य मूर्त उत्पत्ति द्वितीयक्षणे एव भवति इति. न एकनिमिषः. तत्र तस्य इति पृथक्त्वस्य खलु, गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नियतावधिके नियतावधिकत्वे मानाभावात् अत्र क्षम्यताम् अत्र इदम् आपादनं पूर्वपक्षिणः मतम् अस्ति. पूर्वपक्षी वदति इतः पूर्वं यद्यत् गुणम् अस्माभिः दृष्टं, रूपः वा गन्धः वा यत्किमपि भवतु, तेषाम् एकः अपि नियतावधिकः न आसीत्. मूर्तोत्पत्तिद्वितीयक्षणे इति गुणस्य विवरणं. परन्तु सः वदति, पूर्वपक्षी वदति, इतः पूर्वम् अस्माभिः न दृष्टम् एकमपि गुणः यः नियतावधिकः, परन्तु भेदः तु नियतावधिकः गुणः. नियतावधिकः इत्युक्ते यत्र यत्र प्रतीतिर्जाते तत्र तत्र अवधिः भासते एव. तदर्थं पृथक्त्वम् इति गुणः इति नियतावधिकः गुणः इति न स्वीकुर्मः, न स्वीकर्तुं शक्यते इति तस्य आपादनम्. अवगच्छति वा? पुनः वदतु, स्पष्टता अस्ति चेत् पुनः वदतु. अत्र गुणः इति द्रव्ये भवति, तद् द्रव्यस्य उत्पत्तेः द्वितीयक्षणे एव भवति. पृथक्तस्य पृथक्तगुणे अथवा अन्य किमपि कः कश्चन गुणः नियतावधिगतः भवति इति इदानीं नास्ति. अतः पृथक्त्वे अपि नियतावधिगतं नास्ति, परन्तु सर्वैः अङ्गीकृतं यत् पृथक्त्वम् इति नियतावधिकः गुणः अस्ति वा न वा इति अङ्गीकारः नास्ति पूर्वपक्षिणः, परन्तु नियतावधिकः इति अङ्गीकारः अस्ति. इत्युक्ते वदतु नियमेन तत्र पृथक्त्वं वक्तुं शक्नुमः इति कारणेन यदा वदामः पुस्तकं पृथक् सम्पूर्ण अर्थः न जायते, किञ्चित् आकाङ्क्षा भवति कस्मात् पृथक् इति. तदर्थं सर्वैः अङ्गीकारः अस्ति एव पृथक्त्वम् इति नियतावधिकः, परन्तु गुणस्य विषये चर्चा सिद्धान्ति वदति इति पृथक्त्वं गुणः, परन्तु पूर्वपक्षी वदति भेदः एव भवतु, भेदस्य सर्वत्र निर्वाहः भवति, सः नियतावधिकः अपि, तदर्थं पृथक्त्वस्य आवश्यकता एव नास्ति इति प्रथम आपादनम्. अस्तु, द्वितीय आपादनं किञ्चित् वदति वा? द्वितीय आपादनम् अस्ति अत्र भूतलावधिगत्वे वयं किं वदामः तद् कपालावधिगत्वे अपि वक्तुं न शक्नुमः इति एक आपादनम् अस्ति. तद् भूतलावधिगत्वे अस्ति इति कपालावधिगत्वे अपि स्वीकुर्मः चेत् तत्रापि दोषः भवति इति. एकक्षणः, अत्र यद्लिखितमस्ति भूतलावधिकत्वस्य इव कपालावधिकत्वस्य अपि आवश्यकत्वात्, इत्युक्ते घटे एकं घटं स्वीकुर्मः, घटे भूतलावधिकपृथक्त्वं भवितुम् अर्हति खलु. वदामः घटः भूतलात् पृथक् इति, तदा भूतलावधिकपृथक्त्वं घटे भवति. यत्र नियमः न स्थापितः इत्युक्ते कपालावधिकपृथक्त्वम् अपि घटे भवतु इति तेषां पूर्वपक्षिणः मतम्. अस्तु, वयं स्वीकुर्मः नियतावधिकः गुणः पृथक्त्वम् इति, तस्य स्वीकरणेन भूतलावधिकपृथक्त्वं यथा भवति घटे, तथैव कपालावधिकपृथक्त्वमपि भवतु घटे इति ते वदन्ति. किमर्थं? तत्र किमपि नियमः अथवा सीमा न उक्तम्. यत्र यत्र अवधिः भवतु, यत्र यत्र अवधिः न भवतु इति किमपि नियमं न स्थापितं, सीमा न स्थापितं. तदर्थं तेषां मतमस्ति यत् गुणः नास्ति, परन्तु गुणः इति स्वीकुर्मः चेत्, नियतावधिकः गुणः इति स्वीकुर्मः चेत्, यथा भूतलावधिकपृथक्त्वं भवति घटे, तथैव कपालावधिकपृथक्त्वम् अपि भवतु. कोऽपि नियमः न स्थापितः यत्र अवधिः भवतु, यत्र न भवतु इति तेषां द्वितीय आपादनम्. अस्तु, पुनः वदति वा? अवगतं वा? अवगच्छति चेत् पुनः वक्तव्यं नास्ति, आवश्यकता नास्ति, परन्तु वक्तुम् इच्छति चेत् वदतु. अहम् अवगच्छामि, परन्तु यदा अहं वदामि तत् किञ्चित् चिन्ता नास्ति, मम अपि तदेव भ्रमः. वदतु महोदय. अत्र इत्युक्ते अत्र घटं स्वीकृत्य भूतलावधिगत्वं तत्र आरोपयामः, तत्र एव कपालावधिगत्वमपि आरोपितुं शक्नुमः, परन्तु तत्र दोषः भवति इति सरलरीत्या वक्तुं शक्नुमः वा? भूतलावधिकपृथक्त्वं यथा घटे भवति, तथैव कपालावधिकपृथक्त्वं वा, कपाल कपालिकावधिकपृथक्तं वा सर्वं भवतु इति तेषाम् आपादनं, द्वितीयापादनम् अस्तु. शोभनं महोदय, भवान् वदति वा प्रथम आपादनस्य अपि च द्वितीय आपादनस्य कः दोषः आगच्छति? आं भगिनि, प्रथम आपादनं तु एतावत्पर्यन्तं ये ये गुणाः तेषां लक्षणं वयं दृष्टवन्तः तस्मिन् गुणेषु नियतावधिकत्वं न दृष्टम् एतावत्पर्यन्तम् इति प्रथम आपादनं. द्वितीय आपादनं तु यदि नियतावधिकत्वम् अस्ति अपि च पृथक्त्वं गुणम् इति स्वीकुर्मश्चेत् एकस्य मूर्तद्रव्यस्य यदा भूतलावधिकत्वम् अस्ति तदा तस्य अवयवापेक्षयापि तस्मिन् अवधिकत्वम् अस्ति इति द्वितीयापादनम्. प्रथम आपादनस्य स्वीकारात् इत्युक्ते यथा सः वदति पूर्वं यत्किमपि गुणं न दृष्टवन्तः नियतावधिकः आसीत् तदर्थम् अत्रापि भेदः एव भवतु इति स्वीकारात् किं भवति, दोषः किम् आगच्छति इति लिखितमस्ति खलु अन्ते वाक्यस्य अन्ते तद्दोषादवस्थ्यति वाक्यम् इति सिद्धान्ति कः दोषः आगच्छति? अवयव अवयिनोः मध्ये अपि नियतावधिकत्वं भवति इति आगच्छति. किमर्थमित्युक्ते अवयवस्तु पृथगाश्रय अवयव अवयिनोः अपि पृथगाश्रय आश्रितौ इत्युक्ते तेषां मध्ये अपि संयोगः सम्भवति. आम् अस्तु, द्वितीय आपादनं किञ्चित् परिशीलयतु अपि च वदतु कः दोषः आगच्छति. तदेव इदानीम् उक्तवन्तः किल द्वितीय आपादनं प्रथममपि अस्तु प्रथम आपादने समानदोषः भवान् तु जानाति एव सर्वे जानन्ति एव प्रथमदोषस्य स्वीकरणेन अपि च द्वितीयदोषस्य स्वीकारात् द्वयोः समान आपत्तिः आगच्छति इत्युक्ते घटकपालयोः अवयव अवयिनोः मध्ये संयोगः सम्भवितुम् सत्यं सम्भवति इति आपतति आपतति अस्तु. पूर्वपक्षी कथम् अस्य समाधानं ददाति इति अग्रिमवाक्ये दत्तमस्ति, भवानेव पठति वा? आं पठामि भगिनि. तत्पूर्वं किञ्चित् संयोगसंयोगः विषये किञ्चित् चिन्तनं कर्तुं शक्यते वा? मम चिन्तनं तत्र अवयवानाम् अवयवेषु तिष्ठति किल, अवयवी अवयवेषु तिष्ठति, यत्र यत्र अवयवाः सन्ति तत्र तत्र अवयवी अपि अस्ति इति द्वितीयचिन्तनं. यदि एतत् अङ्गीकुर्मश्चेत् कपालस्तु घटस्य अवयवाः एव. एकक्षणम् द्वितीयवाक्ये किञ्चित् क्लेशः अस्ति इत्युक्ते न्यायशास्त्रानुसारं द्रव्यं कथं सिद्धं भवति अवयवाः द्वारा एव खलु. शरीरः अस्ति तस्य अवयवेषु इत्युक्ते शरीरः शिरः अस्ति पादः अस्ति हस्तः अस्ति इति सर्वम् अस्ति तदर्थं शरीरः अस्ति. एकस्य अवयवस्य नाशनेन इत्युक्ते यदा मम हस्तः भग्नः भवति तदा नूतनशरीरः उत्पद्यते, स एव शरीरः अस्ति इति न वक्तुं शक्यते. अस्तु, नूतनशरीरः उत्पद्यते तत्र किञ्चित् भिन्नता अस्ति अस्माकं चिन्तने, यथा वदामः शरीरः अस्ति, अवयवाः सन्ति, एकस्य अवयवस्य नाशनेन नूतनः शरीरः उत्पद्यते. अस्तु, इदानीम् अग्रे. इदानीं चिन्तयतु, कपाले, एकस्य कपाले क्रिया जायते इति चिन्तयतु. कपालस्य क्रिया जायते किन्तु घटस्य क्रिया न जायते इति वक्तुं शक्यते वा? सत्यं, तदेव अस्ति खलु. अवयवस्य यः क्रिया, तदेव अष्टनवतितमे पुटे प्रथमपरिच्छेदं. भगिनी, तत्पूर्वं मम उदाहरणं चिन्तयतु. एतत् प्रतिपादयितुं शक्यते वा? कपाले क्रिया जायते किन्तु घटे न क्रिया न जायते इति प्रतिपादयितुं शक्यते. तत् तादृशप्रतीतिः भवितुम् अर्हति वा? ओ अस्तु अस्तु. इत्युक्ते यदा कपालः जायते, यदा कपालः जायते किन्तु घट तत्रैव तिष्ठति चेत् तत् कथं? वस्तुस्थितिः तादृशमेव किल? वस्तुस्थितिः अस्तु. भवान् वदति कपालः अस्ति, कपाले घटः अपि अस्ति, परन्तु क्रिया कपाले भवति, किञ्चित् कपाले कमपि क्रिया भवति. एतत् प्रदर्शयितुं शक्नुमः यत् घटे किमपि न जातं, परन्तु कपाले एव क्रिया. वस्तुस्थितिः अस्तु, तथा न वक्तुं शक्नुमः, तथा न प्रदर्शयितुं शक्नुमः. क्षम्यतां, संयोगस्य प्रसङ्गे किञ्चित् इति पत्रे, करपत्रे वयं दृष्टवन्तः, यदा अवयवः अवयवी इति परस्परं भिन्नम् इति, हस्ते या क्वापि क्रिया जायते सा च क्रिया शरीरे अपि अस्ति न वा इति वयं परिशीलितवन्तः. आम् आम् आम्. इत्युक्ते अस्य उत्तरं किं? क्रिया भवति वा न वा? यत्र हस्ते क्रिया अस्ति तत्र शरीरे अपि क्रिया अस्ति किल, यतोहि हस्तः शरीरस्य भागः. कथं वक्तुं शक्नुमः? अहं पठामि एव भगिनि. कथं वक्तुं शक्नुमः यत् हस्ते क्रिया अस्ति किन्तु शरीरे क्रिया नास्ति? हस्ते जाता क्रिया, शरीरे जाता क्रिया, अनयोः मध्ये भेदः अस्ति किम्? वस्तुतः हस्तः इति कथनेन अवयवः एव स्वीक्रियते. न्यायशास्त्रस्य कश्चन सिद्धान्तः एवं यत् इदानीं हस्ते क्रिया जाता, सा क्रिया शरीरे अपि जाता इति वक्तव्यं चेत् हस्तः शरीरम् इत्येतद्वयम् अभिन्नं स्यात्, इत्युक्ते एकमेव स्यात्, किन्तु वस्तुतः तथा नास्ति. हस्तः भिन्नः, शरीरं भिन्नम् इति स्वीक्रियते न्यायशास्त्रे. उत्तमं भगिनि, भवती स्पष्टतया पठितवती, परन्तु सः प्रश्नः नास्ति. तस्य प्रश्नः अस्ति स्थितिः, वस्तुस्थितिः प्रदर्शयितुं शक्नुमः वा इति तस्य प्रश्नः. महोदय, सत्यं वा? आम् आम्, तदेव. यदि वयं हस्तशरीरं स्वीकुर्मश्चेत् वयम् एतादृशं वदामः, यदि तत्रापि हस्तः हस्ते क्रिया जायते किन्तु शरीरे क्रिया न जायते इति वयं वदामः. किन्तु मम प्रश्नः तत्रापि, यदा यत्र हस्तः अस्ति तत्रापि शरीरः वर्तते एव. अवयवी अवयवेषु एव वर्तते, किन्तु शरीरे, हस्तशरीरे तादृशं वक्तुं वयं कर्तुं तस्य आक्षेपार्थमेव अहं घटकपाल उदाहरणं स्वीकरोमि. घटे क्रिया जायते न तु, क्षम्यतां, कपाले क्रिया जायते न तु घटे इति कथं वक्तुं शक्नुमः? वक्तुं शक्नुमः, किमर्थं चेत् न्यायशास्त्रं तथा वदति. हस्तः भिन्नः, शरीरः भिन्नः, शरीरः तु अवयवानां समूहः. इत्युक्ते हस्तः हस्तः केवलं अवयवी इति न वक्तुं शक्नुमः. हस्तः, पादः, शिरः, यत्किमपि भवतु, सर्वेषां समूहः एव शरीरः. अपि च शरीरं भिन्नं, शिरं भिन्नं, पादौ भिन्नौ, हस्तौ भिन्नौ, सर्वे परस्पर वैलक्षण्यं, भिन्नभिन्नपदार्थः एव, तत् सम्यक्। परन्तु भवतः प्रश्नः यथा मया अवगतं, कथं प्रदर्शयितुं शक्नुमः इति, खलु? प्रदर्शयितुम् इत्युक्ते वस्तुस्थितिः, यदा किञ्चित् क्रिया जायते कपाले, सम्पूर्णघटः घटस्य कम्पना भवति खलु, केवलं कपालस्य कम्पना न भवति। तदर्थं भवान् पृच्छति कथं साधयितुम् अथवा कथं प्रदर्शयितुं शक्नुमः इति। मम चिन्तनमस्ति न्यायशास्त्रानुसारं केचन बहवः तथा सन्ति यस्य अनुभवः नास्ति, परन्तु शास्त्रं तथा वदति, स्वीकुर्मः। अस्तु, इदानीमेव मम चिन्तनं अभवत्, तत् अत्र स्थापयामि इति चिन्तितवान्। अस्तु अस्तु, अग्रे गच्छामः वा? भवान् पठति वा? पठामि पठामि। वक्ष्यमाणविभागस्य द्रव्योत्पत्तिद्वितीयक्षणेषु जायमानस्यापि न निखिलावधिकत्वं, किन्तु स्वनाश्यसंयोग आश्रय अवधिकत्वम् एव हि नियमेन स्वीक्रियते। वक्ष्यमाणविभागस्य इति, वक्ष्यमाण इत्युक्ते इदानीमेव, विभागः इति इदानीं नास्ति, इतः अनन्तरं विभागः इति गुणस्य विषये चर्चा भविष्यति। तत्र वक्ष्यमाणविभागस्य द्रव्योत्पत्तिद्वितीयादिक्षणेषु, तदपि विभागः अपि गुणः, यदि गुणः इति स्वीकुर्मश्चेत् तत् द्रव्योत्पत्तिद्वितीयक्षणे एव भवितुम् अर्हति। तत्र द्रव्योत्पत्तिद्वितीयादिक्षणेषु इत्युक्ते संयोगक्षणे द्रव्योत्पत्तिद्वितीयक्षणे भवतु संयोगः, अथवा यदि नूतन रूपं वा रसं वा गन्धं वा, तत् द्वितीयक्षणे भवतु, परन्तु विभागः द्वितीयादिक्षणेषु इत्युक्ते द्वितीयक्षणे अनन्तरं, तृतीय अथवा चतुर्थक्षणे, न केवलं द्वितीयक्षणे इति न, द्वितीयक्षण आरभ्य यत्र कुत्रापि भवति, तत् यदा कदापि भवति। जायमानस्यापि न निखिलावधिकत्वं, कस्य निखिलावधिकत्वं? विभागस्य निखिलावधिकत्वं नास्ति, किन्तु स्वनाश्य संयोग आश्रय अवधिकत्वम् एव इति। स्वनाश्य संयोग आश्रय अवधिकत्वं, विभागाख्यगुणः किं करोति इत्युक्ते संयोगस्य नाशकः, तत् तदेव तस्य लक्षणमपि, संयोगनाशको गुणः विभागः इति। सत्यं स्वम् इति कम् स्वम् इति विभागमेव तत्र, स्वनाश्यम् इत्युक्ते स्वेन नश्यति स्वेन किं नश्यति? संयोगः नश्यति, विभागेन नश्यः संयोग, तद् तस्य आश्रय अवधिकत्वम् इत्युक्ते तत् कुत्र कुत्र विभागः भवतु, कुत्र कुत्र तस्य विभागस्य अवधिः स्वीकुर्मः इति प्रश्नः तत्र। आम् आम् अस्तु स्व आम् आम् परन्तु तत्पूर्वं किमर्थं निखिलावधिकत्वम् इति नूतनं पदम् आगतं तत्र इत्युक्ते पुस्तके तत्पूर्वं निखिलावधिकत्वं नास्ति। आम् किमर्थं तथा आगतं? निखिलावधिकत्वं जायमानस्यापि न निखिलावधिकत्वं वक्ष्यमाणविभागस्य द्रव्योत्पत्तिद्वितीयादिक्षणेषु जायमानस्यापि न निखिलावधिकत्वं, इत्युक्ते द्वितीय आपादनम् आसीत् खलु भूतलावधिकत्वस्य इव कपालावधिकत्वस्य अपि आवश्यकत्वात् इत्युक्ते यत्र कुत्रापि अवधिः भवतु इत्युक्ते तस्य आश्रये अपि भवतु तस्य अवयवे अपि भवतु भिन्नपदार्थेषु भवतु नियमः न स्थापितः इत्युक्ते सिद्धान्ति चिन्तयति अस्तु पूर्वपक्षी नियतावधिकम् इत्युक्ते निखिलावधिकत्वम् इति चिन्तयति तदर्थं सः विभागस्य उदाहरणं दृष्ट्वा स्वीकृत्य तत्र प्रतिपादयति विभागः अपि द्वितीयादिक्षणे जायमानगुणः एव द्रव्ये जायमानगुणः एव तस्यापि निखिलावधिकत्वं नास्ति किन्तु विभागेन नश्यः यः संयोगः भवति तस्य आश्रयः एव अवधिः इति स्वीकुर्मः इत्युक्ते उदाहरणं स्वीकृत्य पश्यामः अत्र फलं वृक्षात् विभक्तः प्रथमं फलम् अपि च वृक्षस्य संयोगः आसीत् फलं वृक्षात् विभक्तः वृक्षात् इति आगच्छति संयोगस्य आश्रयः आसीत् वृक्षः इदानीं तत्र एव अवधिः स्वीकुर्मः फलं फलात् विभक्तः इति न वदामः इत्युक्ते किञ्चित् अवधिकत्वं स्वीक्रियते अपि च किञ्चित् निष्कास्यते नियमेन एकमेव स्वीकृतः अन्यत् त्यक्तः तत्र विभागः गुणः विभागः निखिलावधिकत्वं विभागे नास्ति परन्तु तत्रापि एकस्य अवधि स्वीकृतः अन्यस्य अवधिः त्यक्तः तथैव पृथक्त्वमपि इति प्रदर्शयितुम् इच्छति सः अस्तु अतः विभागस्य उदाहरणं स्वीकृत्य तत्रापि निखिलावधिकत्वं नास्ति स्वनाश्य संयोगाश्रय अवधिकत्वमेव अस्ति नियमेन इति सः वदति अवगच्छति वा रामप्रिया भगिनी वदति वा अन्तिमवाक्यस्य अर्थः आम् यदा विभागस्थले इदानीं चर्चा विभागः अपि द्रव्य उत्पत्तिः द्वितीयक्षणे जायमानः अस्ति तस्यापि निखिलावधिकत्वं नास्ति इति निखिलावधिकत्वं नास्ति किन्तु विभागस्य स्वनाश्य संयोग आश्रय अवधिकत्वमेव अस्ति इति नियमेन स्वीक्रियते इत्युक्ते सः अपि निखिलावधिकत्वपदार्थः नास्ति सः अपि गुणः तस्मिन्नपि यदा प्रतीतिः भवति एकः एव अवधिः स्वीक्रियते अन्यः अवधिं निष्कास्यते तदर्थं पृथक्त्वमपि तथा भवतु तथा भवितुम् अर्हति कपाल अथवा अवयव परम्परागतानां पृथक्त्वं त्यजामः इति वक्तुम् इच्छति अग्रे गत्वा उत्तमं प्रश्नाः सन्ति चेत् पृच्छतां नो चेत् अग्रे गच्छामः सर्वं दीर्घरूपेण पठितवन्तः खलु अग्रे गच्छामः वा अग्रे गच्छामः अस्तु सुनील महोदय पठति वा तत्पूर्वं नूतनतया केनापि आगतं वा अस्तु भवानेव पठतु महोदय तथा इदं पृथक्त्वमपि द्वितीयक्षणे द्वितीयादिक्षणे जायमानं स्वाश्रयसमवायिकारणपरम्परायां परमाण्वन्द्वम् यन्मूर्तं अतिरिक्त अवधिगमेव जायते इति स्वीकारात् न चैवं परमाणुद्वयसंयोग अनुपपत्तिः तयोः अनाश्रितत्वादिवाच्यं तत्र स्वतन्त्रक्रियावत्त्वस्य निमित्तवत् निमित्तत्वात् अत्र तदा इदं पृथक्त्वमपि द्वितीयादिक्षणे जायमानं स्वाश्रयसमवायिकारणपरम्परायां परमान्वन्तं यन्मूर्तं तदति अतिरिक्त अवधिगतमेव जायते इति स्वीकारात्. इत्युक्ते पूर्वम् अत्र विभागस्य वाक्ये आसीत् पूर्वं तत्र निखिलावधिगतं नास्ति परन्तु स्वनाश्य संयोगाश्रय अवधिगत्वमेव इति आसीत् तदा इति अत्र पृथक्त्वे अपि पृथक्त्वमपि द्रव्य उत्पत्तेः द्वितीयादिक्षणे एव भवति तत्र स्वाश्रय समवायिकारणपरम्परायां परमान्वन्दं भवति इति इत्युक्ते न भवति इति न यन्मूर्तं तत् अतिरिक्त अवधिकमेव स्वीक्रियते इत्युक्ते अवगच्छति वा भवानेव अवगच्छतु भवान् अवगच्छति अहं जानामि अत्र पृथक्त्वमिति स्वीकुर्मः चेत् अत्र यः स्व आश्रय समवायिकारणपरम्परायां भवति तद् पृथक्त्वं स्वीकृत्य परमान्वन्दं गच्छामः तत्रापि तादृश अवधिकत्वमेव द्वितीयक्षणे जायमान अवधिकत्वमेव स्वीकुर्मः अतः तत्रापि निखिलावधिगत्वं नास्ति रूपेण वदामि महोदय अत्र यत् यदुक्तमस्ति इत्युक्ते पृथक्त्वं यथा भवान् वदति तत्सर्वं समीचीनं निखिलावधिकत्वं नास्ति गुणः अस्ति द्वितीयादिक्षणे जायमानः द्रव्ये सर्वं समान सम्यक् परन्तु अत्र स्वाश्रयसमवायिकारणपरम्परायां परमाणुवन्तं यन्मूर्तं तद् अतिरिक्त अवधिकमेव जायते इति स्वीकारात् इत्युक्ते घटं स्वीकुर्मः घटे कपालः अस्ति कपाले कपालिकायां कपालिकाः भवन्ति कपालिकायां यत्किमपि भवति अन्ततो गत्वा परमाणवः भवन्ति खलु तत् यन्मूर्तं सर्वे मूर्तद्रव्याणि यानि यानि मूर्तद्रव्याणि अस्मिन् अवयवपरम्परायां भवन्ति तेषां त्यक्त्वा अन्यत् एव अवधि स्वीकुर्मः इति अवगच्छति वा इत्युक्ते घटे कपालावधिकपृथक्त्वं नास्ति कपालः घटस्य अवधिः न भवितुम् अर्हति कपालिका अपि अवधिः न भवितुम् अर्हति तथा एव रीत्या ये ये परमाणवः भवन्ति अन्ततो गत्वा तेषाम् अपि पृथक्त्वं न भवति तस्य अपि पृथक्त्वं घटे न भवति इत्युक्ते अवयवपरम्परायां यानि यानि मूर्तद्रव्याणि सन्ति तेषां पृथक्त्वं घटे न भवति तत् अतिरिक्त अवधिकमेव स्वीकुर्मः इत्युक्ते पटं स्वीकुर्मः तस्य अवधि पटावधिकपृथक्त्वं घटे भवति वृक्षावधिकपृथक्त्वं घटे भवति परन्तु कपालावधिकपृथक्त्वं घटे न भवति कपालिकाधिक अवधिकपृथक्त्वं घटे न भवति इति अस्य वाक्यस्य अर्थः यत्र यः अवयवपरम्परायाम् अस्ति तत्र पृथक्त्वं न भवति इति तत् अवधिकपृथक्त्वं न भवति अवयविनि इति न चैव अग्रे पठामि वा आम् न चैवं परमाणुद्वयसंयोग अनुपपत्तिः अत्र परमाणुद्वयसंयोग अस्तु महोदय तत्र पूर्णविरामं त्यजतु तत् मुद्रणदोषः अस्ति अग्रे अपि पठतु ओ न एवं परमाणुद्वयसंयोग अनुपत्तिः तयोः अनाश्रितत्वादिति वाच्यम्. यत्र परमाणुद्वयसंयोगः अस्ति तत्रापि एवं न स्वीकार्यमिति वा अत्र पुनः न च वाक्यम् इति वाक्यं खलु न च वाक्यम् इति सिद्धान्तिनः वाक्यं ये ये पदानि सन्ति मध्ये एवं परमाणुद्वयसंयोगानुपपत्तिः तयोः अनाश्रितत्वात् इति न वाच्यम् इत्युक्ते इदानीमेव उक्तं खलु पृथगाश्रयाश्रितत्वयोः अपि च युतसिद्धयोः तेषां मूर्तद्रव्ययोः एव भवति संयोगः. परन्तु वयं तु जानीमः परमाणवः अन्तिम अवयवाः, तेषाम् अवयवः न भवति समवायसम्बन्धेन, तेषाम् आश्रयः अपि न भवति. यत्र अयुतसिद्धत्वम् अथवा युतसिद्धत्वं नास्ति, तेषाम् आश्रयः एव नास्ति अथवा अवयवः एव नास्ति, ते अयुतसिद्धयोः खलु पृथगाश्रयाश्रितत्वं नास्ति. यदा आश्रयः अथवा अवयवः नास्ति पृथगाश्रयाश्रितत्वम् इति अस्ति न वक्तुं शक्नुमः. परन्तु अस्माकम् अनुभवः अस्ति एव परमाणोः संयोगः भवति एव. कथम् इति प्रश्नः उदयति चेत् तत्र स्वतन्त्रक्रियावत्त्वस्य निमित्तत्वात् इति अस्ति. कया स्वतन्त्रक्रियया तत्र संयोगः भवति, परमाणुः परमाणुद्वयसंयोगः भवति इति अवगच्छति खलु? अवगच्छामि पुनः इदानीं तदेव. चिन्ता नास्ति, तदर्थमेव वर्गः अस्ति खलु, सर्वस्य अभ्यासः भवतु इति. अस्तु भगिनि प्रश्न वदतु. तत्र अनाश्रितत्वम् इति आपादनं, स्वतन्त्रक्रिया इति तस्य निवारणं, तयोः मध्ये कः सम्बन्धः? न कोऽपि सम्बन्धः, परन्तु परमाणोः संयोगः भवति इति अनुभवसिद्धः खलु. परमाणुभवम् इति न वक्तुं शक्नुमः, परमाणु वयं न दृष्टवन्तः इतः पूर्वं, तादृशं ते स्वीकुर्वन्ति. यदा संयोगः तयोः मध्ये न भवति चेत् द्रव्यमेव न भवति. अतः तत् सत्यम्. अत्र स्वतन्त्रक्रियावान् अस्ति इति आरोपितम्, इत्युक्ते परमाणुः स्वतन्त्रक्रियावान्, सः यत्र इच्छति तत्र गन्तुं शक्यते, अथवा ईश्वर इच्छा अस्ति इत्यपि वक्तुं शक्नुमः. परन्तु अत्र सम्बन्धः नास्ति, समाधानं दत्तम् अस्ति यत् स्वतन्त्रक्रियावत्त्वस्य निमित्तत्वा तेषु मध्ये स्वतन्त्रक्रिया वा ईश्वरेण जायमानक्रिया वा भवतु, किन्तु अनाश्रितत्वात् इति अस्ति किल, तस्य समाधानं स्वतन्त्रक्रिया कथं भवति इति मम प्रश्नः. न अत्र अनाश्रितत्वात् इत्युक्ते किं, पृथगाश्रयाश्रितत्वस्य अभावः अस्ति. अनाश्रितः इत्युक्ते पृथक् आश्रये आश्रितः नास्ति इति. समवायसम्बन्धेन अवयवः नास्ति, अवयवे एव आश्रितः खलु, सर्वेषु अवयविनि तथा नास्ति, तदर्थम् अनाश्रितत्वात् इति लिखितमस्ति. आम् तद् मया अवगतं, किन्तु अत्र यद्यपि परमाणुः अनाश्रितः, परमाणवः अनाश्रितः, किन्तु तेषां मध्ये स्वतन्त्रक्रिया अस्ति इति कारणेन तत्र सम्बन्धः अनाश्रितं तेषु स्वतन्त्रक्रिया अस्ति इति एकं, ते अनाश्रितौ इति एकं, तयोः मध्ये कः सम्बन्धः? तत्र अस्तु अनाश्रितत्वात् स्वतन्त्रक्रियावत् इति निमित्तत्वात् इति तस्य हेतुमपि प्रदर्शयति न न न अनाश्रितत्वात् संयोगः न भवति इति तस्य आपादनम् आम् पूर्वपक्षिणः आपादनम् आम् संयोगः भवति इति तु अनुभवसिद्धः तस्य उत्तरं कथं भवति इति इत्युक्ते स्वतन्त्रक्रियावत्त्वस्य निमित्तत्वात् अत्र अनाश्रितत्वात् इत्यस्य उत्तरं स्वतन्त्रक्रिया इति न अनाश्रितत्वात् इति कारणतः संयोगः न सम्भवति पृथगाश्रयाश्रितौ न इत्युक्ते तेषां समवायिसम्बन्धेन आश्रयः अथवा अवयवः नास्ति तदर्थं तेषां मध्ये संयोगः न सम्भवति इति पूर्वपक्षिणः आपादनम् सिद्धान्ती वदति तथा नास्ति स्वतन्त्रक्रियावत्त्वस्य निमित्तत्वात् तेषां संयोगः भवति इति अनाश्रितत्वादित्यस्य समाधानं स्वतन्त्रक्रिया इति न संयोगस्य समाधानं स्वतन्त्रक्रिया किन्तु अत्र संयोगः किमर्थं न भवति इति आपादनम् अनाश्रितत्वात् इत्येव किल इदानीमेव दृष्टवन्तः खलु पृथगाश्रयाश्रितयोरेव युतसिद्धयोरेव मूर्तयोः एव संयोगः उभयविधसंयोगः जायते इति पूर्वस्मिन् पृष्ठे मध्यभागे अस्ति आमां ततः एव अस्य वर्गः आरम्भः तदर्थम् अनाश्रितत्वात् इति न तेषां समवायिकारणं नास्ति समवायिसम्बन्धेन अवयवः नास्ति तदर्थं ते पृथगाश्रयाश्रितौ इति न वक्तुं शक्नुमः इति दीर्घवाक्यं भवति अनाश्रितत्वादिति न वाच्यं संयोगः न भवति किमर्थं चेत् ते अनाश्रितत्वम् अनाश्रितत्वात् इति न वक्तुं शक्नुमः अनाश्रितत्वात् तेषां पृथगाश्रयाश्रितत्वं नास्ति तेषां संयोगः न सम्भवति इति अस्तु महोदय भवतः प्रश्नस्य स्वतन्त्रक्रिया किमर्थं समाधानं ददाति परमाणु संयोगप्रसङ्गे इति भिन्नः प्रश्नः परन्तु भवतः प्रश्नः यदा भवति स्वतन्त्रक्रिया इति समाधानम् अनाश्रितत्वस्य विषये तथा नास्ति तत् अहम् अवगतवान् यदा भवती प्रतिपादितवती अस्तु अस्तु अग्रे गच्छामः वा अस्तु भगिनी पठति वा अग्रिमपरिच्छेदम् आं भगिनि इत्थमेव मूर्तविभुसंयोगस्थले संयुक्तयोः पृथगाश्रयाश्रितत्वस्य असम्भवे अपि एकस्य मूर्तस्य आश्रयाश्रितत्वात् संयोगो उपपत्तिः न च एवं घटकपालयोः मध्ये अपि कपालिका आश्रितत्वात् घटस्य च कपालाश्रितत्वात् भगिनि प्रथम किञ्चित् वदतु भगिनि ओ इति वा श्रूयते वा इत्थमेव मूर्तविभुसंयोगस्थले आम् श्रूयते भगिनि अस्तु प्रथमवाक्यस्य अर्थं वदतु तदनन्तरं गच्छामः आम् भगिनि मूर्तसंयोगस्थले यदा मूर्तविभुः तस्य संयोगस्थले संयुक्तयोः पृथक् आश्रय आश्रितत्वस्य असम्भवे अपि पृथग् संयुक्तयोः पृथग् आश्रय आश्रितत्वस्य असम्भवे अपि मूर्तविभुसंयुक्तयोः पृथग् आश्रय आश्रितः अस्ति असम्भवे अपि एकस्य मूर्तस्य पृथक् आश्रय आश्रितत्वात् संयोगोपपत्तिः इत्युक्ते अवगच्छति वा? असम्भवः अहं पूर्णतया पठित्वा वदामि भगिनि, उदाहरणमस्ति इति चिन्तयामि. वदतु. न च एवं घटकपालयोः मध्ये अपि कपालस्य कपालिका आश्रितत्वात् घटस्य च कपाल आश्रितत्वात् पृथग् आश्रय आश्रितत्वस्य सम्भवेन कपालक्रियया घटकपालयोः संयोगापत्तिः सर्वाधौ उक्ता अनिवार्या एव इति वाच्यम्. भगिनी द्वितीयवाक्यम् अस्ति, भिन्नविषयः तदर्थमेव उक्तवती. प्रथमवाक्यस्य अर्थः अवगच्छति वा? मूर्तविभुद्रव्ययोः मध्ये संयोगः भवति वा? मूर्तद्रव्यं जानाति खलु? किमर्थं तथा लिखितं तत्र? पृथगाश्रय आश्रितौ इति द्वौ अपि पृथग् आश्रये आश्रितौ भवतु इति पूर्वम् उक्तं खलु, यथा भवती एव उक्तवती. वृक्षस्य अवयवाः सन्ति भिन्नाः, अपि च पक्षिणः अवयवाः भिन्नाः, तेषां मध्ये संयोगः सम्भवति, तद् वयं जानीमः. परन्तु अत्र लिखितम् अस्ति विभुद्रव्यस्य अवयवाः सन्ति वा? न न न, इदानीम् अवगतं, क्षम्यताम्. मूर्तविभुसंयोगस्थले संयुक्तयोः, यदा मूर्तविभुसंयोगस्थले संयुक्तयोः इत्युक्ते मूर्तविभु मध्ये पदार्थयोः मध्ये संयुक्तयोः पृथग् आश्रित आश्रित पृथग् आश्रय आश्रितत्वस्य असम्भवः अपि इत्युक्ते विभुः स्थले आश्रयः नास्ति, निराश्रयः अस्ति, निरवयवः निराश्रयः अस्ति, तस्य असम्भवे अपि एकस्य मूर्तद्रव्यस्य पृथग् आश्रय आश्रयत्वात् संयोगापत्तिः तस्य पृथग् आश्रय आश्रित संयोगो इत्युक्ते संयोगः उपपत्तिः साधयितुं शक्नुमः जनयति, तद् आगच्छति तस्य भवति इति मूर्तस्य पृथगाश्रयाश्रितत्वात् संयोगोपपत्तिः. एकम् उदाहरणं दातुं शक्यते वा भवत्या? यदा घट आकाशयोः मध्ये आकाशः विभुः अस्ति, घटः मूर्तद्रव्यम् अस्ति, घटस्य अवयवः कपालः, तस्य पृथगाश्रयः अस्ति, परन्तु आकाशः तु विभुपदार्थः, तस्य तु आश्रयः वा अवयवः वा नास्ति, अतः तस्य असम्भवः पृथग् आश्रय आश्रितत्वस्य असम्भवः अस्ति. परन्तु यदा घटस्य आश्रयः अस्ति तत्र अपि संयोगस्य संयोगः सम्भवति. सम्यक्. विभुद्रव्याणां अस्माकं कथं साधयन्ति पृथक्त्वं भवती जानाति, उपाधिभेदेन इति खलु. प्रकोष्ठाकाशः, कालस्य विभजनम्, आकाशस्य विभजनम् अस्माकं सौकर्याय क्रियते विभुद्रव्येण, मूर्तद्रव्येण खलु, प्रकोष्ठाकाशः, घटाकाशः इति खलु. आम् आम्. अस्तु, इदानीं द्वयोः विभुद्रव्ययोः मध्ये संयोगः सम्भवति वा? आकाशकालयोः इति उपाधिभेदः कर्तुं शक्यते. आम् आम् भवति एव. वदतु एकम् उदाहरणं ददातु. आकाशः कालः इति स्वीकुर्मः चेत् उपाधिभेदेन यदा एकस्मिन् समये यद् आकाशः अस्ति तद् उपाधिभेदेन विभजनं कर्तुं शक्नुमः, अतः तस्यापि संयोगः भवति एव. प्रथम कुत्र अस्ति अस्माकं पुस्तके एकं वाक्यं दत्तम् अस्ति. पञ्चनवतितमे पुटे आत्मा आकाशात् पृथक् इति दत्तमस्ति. पृथक्त्वव्यवहार असाधारणकारणं पृथक्त्वं सर्वद्रव्यवृत्तिः इति. तत्र द्वितीयवाक्यम् आत्मा आकाशात् पृथक् मनः कालात् पृथक् इत्यादि ज्ञानानां जायमानात्. आत्मा अपि विभु, आकाशः अपि विभु द्रव्यं, तस्य पृथक्त्वं सम्भवति. संयोगः अस्तु. इदानीं द्वितीय वाक्यं पठति वा? आम् आं भगिनि. न च एवं घटकपालयोः मध्ये अपि कपालस्य कपालिका आश्रितत्वात् घटस्य च कपाल आश्रितत्वात् पृथक् आश्रय आश्रितत्वस्य सम्भवेन कपालक्रियया घटकपालयोः संयोगापत्तिः सर्वाधौ उक्ता अनिवार्या एव इति वाच्यम्. इदानीमपि न च एव इति वाच्यम् इति अन्वयः भवति. घटकपालयोः मध्ये अपि, यदा घटकपालयोः मध्ये अपि कपालस्य कपालिका आश्रितत्वात्, कपालस्य आश्रयः कपालिका, तस्मात् तत् घटस्य च कपाल आश्रितत्वात् घटस्य आश्रयः कपालः, तस्मात् किं भवति पृथग् आश्रय आश्रितत्वस्य सम्भवेन कपालक्रियया घटकपालयोः संयोग आपत्तिः. यदा घटकपालयोः कपालस्य आशयः कपालिका, घटस्य आशयः कपालः इति पृथग् आश्रय आश्रितः अस्ति, तस्य सम्भवेन कपालक्रियया, यदा कपाले क्रिया जाता तदा किं भवति इत्युक्ते घटकपालयोः मध्ये संयोग आपत्तिः आगच्छति. सर्वादौ उक्ता, एतदेव सर्वादौ वयं दृष्टवन्तः. अनिवार्या एव अनिवार्या एव इति न वाच्यम्. अत्र किं प्रदर्शितमस्ति, किम् इत्युक्ते तस्य स्थितराशय आशितत्वम् अस्ति घटकपालयोः मध्ये, अतः संयोगस्य आपत्तिः अस्ति. पृथगाश्रयाश्रितत्वम् अस्ति वा तत्र? नास्ति, पृथगाश्रयाश्रितत्वं नास्ति, भिन्नदेशे न स्तः इति. अस्तु, सः पूर्वपक्षी चिन्तयति यत् अस्तु घटस्य अवयवः अथवा घटस्य आश्रयः कपालः, कपालस्य आश्रयः कपालिका, कपालः कपालात् भिन्नम् अस्ति, तदर्थं तेषां मध्ये पृथगाश्रयाश्रितत्वम् अस्ति इति यदि सः वदति पुनः सः एव दोषः आगच्छति, संयोगापत्तिः. तथा न वाच्यम्. किमर्थं तथा न वाच्यम्? अग्रिमवाक्यम् समानादि समानदिग् भागव्यापिनां दिक् उपाधिभूतानां घट अवयवपरम्परागतानां कपालकपालिकादीनां परस्पर अवधिकपृथक्त्वस्य अस्वीकारात्. समानदिग्व्यापिनां, समानदेशे ये पदार्थौ स्तः, दिक् उपाधिभूतानां उपाधि तत्र किमपि नास्ति भगिनि. तत्र सर्वे मूर्तद्रव्ये सर्वाणि मूर्तद्रव्याणि दिक् उपाधयः भवितुम् अर्हन्ति. घट अवयवपरम्परागतानां घटस्य अवयवः कपालः, कपालस्य अवयवः कपालिका इति तस्य परम्परागतानां यत् तदेव कपालकपालिकादीनां परस्पर अवधिकपृथक्त्वस्य अस्वीकारात् एतत् स्वीकार्यं नास्ति. प्रथमवाक्यमेव अस्ति अस्मिन् पुटे एव प्रथमवाक्यम् इदं पृथक्त्वमपि द्वितीयादिक्षणे जायमानं स्वाश्रयसमवायिकारणपरम्परायां परमाणुवन्तं यन्मूर्तं तद् तदतिरिक्त अवधिकमेव जायते इति स्वीकारात् इत्युक्ते तत् अतिरिक्त अवधि एव स्वीक्रियते. ये अवयवपरम्परागतानां तेषाम् अवधिः अपि न स्वीक्रियते, तेषां सर्वे एकदेशे स्तः तदर्थं तेषां पृथक्त्वं न कल्पयन्ति इति सारांशः परस्पर अवधिकपृथक्त्वस्य अस्वीकारात्. अस्तु, अवगच्छति वा? आम् आम् आं भगिनि, स्पष्टं. प्रश्नः अस्ति वा? यत्किमपि भवतु, प्रश्नः अस्ति चेत् पुनः चिन्तयामः. मम एकः प्रश्नः अस्ति, अत्र वयमत्र अवयवपरम्परायाम् अस्ति इति अहम् अवगच्छामि, परन्तु अत्र एकस्मिन् स्थाने अथवा एकदशवृत्तिः इति वदामः चेत् किञ्चित् भ्रमः भवति. इत्युक्ते वयं जानीमः आकाशः इति उपाधिभेदेन वयं स्वीकुर्मः, आकाशस्य भिन्नभिन्नस्थाने स्थानं स्वीकुर्मः. कश्चन वृक्षः इति चिन्तयतु, अत्र कालिफोर्निया राज्ये अत्र उन्नतः वृक्षः अस्ति, अत्र तत्र भिन्नभिन्न आकाशस्य स्थानं कल्पयितुं शक्नुमः किल? इत्युक्ते शक्नुमः, परन्तु तादृश एकादश एकदशवृत्तित्वम् आरोपयामः वा, अथवा सर्वदा अवयविनोः सम्बन्धः अस्ति इति कारणेन सर्ववृक्षस्य सम्पूर्ण आकारः वा तद् एकदशवृत्तित्वम् इति स्वीकुर्मः वा? तदेव मम महोदय. एकदेशवृत्तित्वम् इत्युक्ते अव्याप्तिदोषः. एकदेशवृत्तित्वम् इति प्रायः न वक्तुम् इच्छति भवान्. लक्ष्ये एकदेशवृत्तित्वम् इत्युक्ते तत् अव्याप्तिदोषस्य लक्षणं. परन्तु भवान् यत् वदति आकाशस्य अवधयः कथं कल्पयितुं शक्नुमः इति वा प्रश्नः? इत्युक्ते वृक्षस्य इति चिन्तयामः चेत् वृक्षः अथवा वृक्षः इति एकः पदार्थः किल, अत्र द्रव्यम् इति स्वीकुर्मः चेत् तत्र वृक्षस्य अवयवः सन्ति खलु, शाखा, पर्णं, मूलं, मूलप्रदेशः, तादृशभिन्नभिन्न अवयवाः सन्ति. तद् सम्पूर्णं स्वीकृत्य एव एकदेशवृत्तित्वम् आरोपयामः वा? आम्, सम्पूर्ण इत्युक्ते वृक्षः अवयवी, अवयविनि बहवः अवयवाः सन्ति, ते सर्वे पृथक्त्वं कल्पयन्ति तेषाम् अतिरिच्य. इत्युक्ते वृक्षस्य अवधिः अन्ये वृक्षात् भवति अथवा गृहस्य भवति अथवा एकदेशवृत्तित्वम् इति तत्र न आगच्छति. महोदय, भवतः प्रश्नः सम्यक्तया न अवगतं मया. शुक्रवन महोदय अवगच्छति वा? अवगच्छामि भगिनि. सः किं वदति इत्युक्ते इदानीं विभुद्रव्यम् आकाशः इति विभुद्रव्यम् अस्ति, अपि च मूर्तद्रव्यं वृक्षः वा तस्य अवयवाः वा सन्ति चेत् तयोः मध्ये संयोगः भवत्येव. किन्तु तत्र वृक्षस्य आकाशे वृक्ष आकाशयोः संयोगः इति वक्तुं शक्यते वा? न तु शाखायां तस्य वृक्षस्य अवयविनाः अवयवाः तयोः मध्ये एव संयोगः भवितुमर्हति वा इति सः प्रश्नः. तस्य उत्तरं मम चिन्तनम् अस्ति, यत् वयम् आकाशस्य उपाधिः इति स्वीकुर्मः तस्य अपि च आकाशस्य आकाशयोः मध्ये संयोगः भवितुमर्हति. यदि वयं वृक्षः इति आकाशस्य उपाधिरूपेण स्वीकुर्मश्चेत् वृक्ष आकाशयोः मध्ये संयोगः भवति इति वक्तुं शक्यते. सत्यं सत्यं महोदय, अवगतम्. इदानीम् शाखा इति दिगुपाधि स्वीकुर्मश्चेत् शाखा आकाशयोः मध्ये संयोगः भवति इति अपि वक्तुं शक्यते. सत्यम्. अथवा यु एस् देशस्य उपाधिः इति स्वीकुर्मः चेत् वृक्षस्य यु एस् देशस्य आकाशस्य संयोगः भवति. परन्तु यदा वृक्षस्य भारतदेशस्य आकाशस्य संयोगः भवति वा अथवा न भवति वा, तस्य तथा यथा भवान् वदति कथं स्वीकुर्मः इति उपाधिः, तस्य प्रश्नः अस्ति. वृक्षः एव उपाधिः अस्ति चेत् वृक्षस्य संयोगः भवति, शाखावधिः भवति चेत् अवधिः न, उपाधिः भवति चेत् शाखायाः संयोगः भवति. सत्यं सत्यं. धन्यवादः महोदय. अन्य क्षम्यतां, वदतु भगवान्. मम अन्यप्रश्नः अस्ति यतः महोदय वदतु. न भवान् पृच्छतु, अहम् अन्यत् चिन्तनमस्ति तद् स्थापयामि इति चिन्तयामि. परन्तु भवान् प्रथमं वदतु, भवतः प्रश्नं पृच्छतु, अनन्तरम् अहं वदामि. एषः प्रश्नः अहं चिन्तयामि, अहं जानामि इति, अतः पुनः पृच्छामि. यदा विभूद्रव्ययोः मध्ये संयोगः भवति इत्युक्ते आकाश आत्मा इति स्वीकुर्मः चेत् तद् किञ्चित् अवगच्छामि, इत्युक्ते आत्मा यदि शरीरे अस्ति अतः तदा तत्र क्लेशः नास्ति. परन्तु आकाशकालयोः मध्ये संयोगः इत्युक्ते यदा वयं पूर्वं दृष्टवन्तः रामस्य शरीरं रवेः चक्रभ्रमणम् इति स्वीकृत्य तद् उपाधिभेदेन एव वयं स्वीकृतवन्तः, तदेव किल तत्रापि. सत्यं सत्यं महोदय, तथैव. अथवा मन्दिरस्य इति शिवालयस्य अथवा पद्मालयस्य इत्यपि दृष्टवन्तः खलु. शिवालयः पूर्वम् आसीत्, तदनन्तरं शारदालयः आगतं, तस्य कालस्य विभजनं कर्तुं शक्यते. तथापि तदापि शिवालयस्य अपि च आकाशस्य संयोगः जायते, तदनन्तरं शारदालयस्य अपि च आकाशस्य संयोगः भवति. आकाशस्य अपि विभजनं कर्तुं शक्यते खलु, प्रकोष्ठाकाशः, बहिः आकाशः, मन्दिरस्य आकाशः, बहिः आकाशः इति. धन्यवादः, तदेव अहं चिन्तितवान् पुनः. अकस्मात् तस्मिन् विषये एव अहमपि किञ्चित् चिन्तनं स्थापयामि इति चिन्तितवान्. उदाहरणार्थं घट आकाशः आसीत्, इदानीं सः नष्टः इति वदामश्चेत् तत्र घटः आकाशस्य उपाधिरूपेण अहं स्वीकृत्य अपि च आसीत् इदानीं नष्टः इति कालस्यापि अहं सूचनं करोमि, तत्र संयोगः अस्ति किल? अस्तु अस्तु अस्ति महोदय, तावदेव. अस्तु इदानीम् अग्रे गच्छामः. कस्य पर्यायः इदानीं सुनीलमहोदय वदति वा? किञ्च विभागे, तदेव किल? सत्यं. किञ्च विभागे विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वे च विस्पष्टं प्रतीयमानम् अवधित्वं भेदीयप्रतियोगिता च तादात्म्यादि अनेक पदार्थज्ञानादिगदीनज्ञानविषयः इत्यनयोः विषययोः चिन्तने अपि पृथक्त्वम् अतिरिक्तः गुणः इति प्राचीनानाम् आशयः. न स्थूल बुद्ध्या विचारणीयः इति तावत् मम प्रतिपादि इति दिक्. क्षम्यतां महोदय, तत्पूर्वम् एकं प्रश्नमस्ति. सावित्री भगिनी, इदानीं वयं चिन्तनं कथं जातम् इत्युक्ते, प्रथमं मूर्तद्रव्ययोः मध्ये संयोगः इति इत्यस्मिन् विषये चिन्तितवन्तः. अनन्तरं अवयवावेनोः मध्ये संयोगः न भवितुमर्हति इत्यपि निश्चितवन्तः. तदनन्तरं मूर्तविबुद्रव्ययोः मध्ये कथं संयोगः भवति इति, ये मूर्तद्रव्ये भवति चेत् पर्याप्तं संयोगः भवत्येव इति अपि चिन्तितवन्तः. अपि च विबुद्रव्योः मध्ये उपाधिं स्वीकृत्य तयोः मध्ये संयोगः, संयोगस्य व्यवहारः कर्तुं शक्यते इत्यपि चिन्तितवन्तः. तत्र एकमेव वयं त्यक्तम्, अस्माभिः त्यक्तम् इति अहं चिन्तयामि, मनः. मनः तु परमाणुपरिमाणम् अस्ति, तद्वयं दृष्टवन्तः. मनसः संयोगः कथं जायते? मनः तु परमाणुपरिमाणः, अतः तस्य आश्रयः नास्ति, स्वतन्त्रक्रिया अपि नास्ति किल. ओ नो नो, तथा न वक्तुं शक्नुमः. मनः मूर्तद्रव्यं खलु, तस्य सर्वं कार्य इत्युक्ते तत्र क्रिया भवति, अपि च सः वेगेन अन्यत्र गच्छति भगिनि. आम्, मनः मूर्तद्रव्यं, परमाणुपरिमाणमस्ति मनः. सत्यं सत्यं सत्यं, परमाणुपरिमाणं. तस्य परमाणुपरिमाणमस्ति, तत्र मूर्तद्रव्यं नास्ति किल. न न न, तथा नास्ति, तथा नास्ति. मनः तु मूर्तद्रव्यमेव, सत्यं. नित्यद्रव्यम् अनित्यद्रव्यम् इति भवान् चिन्तयति. आकाशः न, अहं तादृशं न चिन्तयामि. नित्यद्रव्यम् अनित्यद्रव्यम् अहम् अवगच्छामि, किन्तु अत्र परमाणुपरिमाणं, मनसः परिमाणं किम्? तत् सम्यक् यद् भवान् वदति, सम्यक्. तत्र परमाणुपरिमाणं सत्यं, परन्तु सः मूर्तद्रव्यमेव, तस्मिन् क्रिया जायते. वयं दृष्टवन्तः खलु, कुत्र दृष्टवन्तः, एकनिमिषः. मनः मूर्तद्रव्यम् इति दृष्टवन्तः वा? आमामां, बहुवारं चर्चितवन्तः अपि. भगिनी पश्यति वा यत्र कुत्रापि भवती? करपत्रमस्ति इति चिन्तयामि भगिनि. करपत्रम् अस्ति भगिनी, इदानीं न अन्वेषणं कुर्मः. यदि वर्गानन्तरं तद् मिलति चेत् किञ्चित् कृपया ईमेल् द्वारा प्रेषयामि. आमामां, सत्यं महोदय, नित्यम् अद् तत् मूर्तद्रव्यमेव. तस्य सूर्यभ्रमणं कुत्र अस्ति? तस्मिन्नेव परिच्छेदे अथवा अन्यत् तस्य समीपे कुत्रापि अस्ति? अस्तु, अन्य अनन्तरं पश्यामि. हा हा हा, क्षम्यतां महोदय, सुनील महोदय. चिन्ता नास्ति महोदय. अत्र किञ्च विभागे विभिन्नदेश व्यापिमूर्त वृत्तिपृथक्त्वे च विस्पष्टं प्रतीयमानम् अवधित्वं भेदीयप्रतियोगिता च तादात्म्या आदि अनेकपदार्थज्ञानादीन ज्ञानविषयः इत्यनयोः विषययोः चिन्तने अपि पृथक्त्वम् अतिरिक्तः गुणः इति प्राचीनानाम् आशयः, न स्थूलबुद्ध्या विचारणीयः इति तावत् मम प्रतिपादि इति दिक्. एकमेव अस्ति, अतः दीर्घवाक्यं. सत्यम्. अस्तु, तत्र किमपि नास्ति. वयं तु दीर्घचर्चा कृतवन्तः. भिन्नदेशव्यापि मूर्त वृत्ति इत्युक्ते जानाति खलु, विभागः अपि च पृथक्त्वं द्वयोः, तेषां मध्ये सत्यम्. अस्तु, तत्र द्वयोः तुलना भवति, तयोः विभागस्य अपि च पृथक्त्वस्य अवधित्वम् अपि च भेदस्थले प्रतियोगिता, अवधित्वम् अपि च प्रतियोगिता, तेषां मध्ये तुलना भवति. अवधित्वं कुत्र भासते? विभागे भासते, पृथक्त्वे भासते. प्रतियोगिता तु भेदस्थले एव भवति खलु. वेदस्थले प्रतियोगितायाः ज्ञानार्थम् अन्यत् किञ्चित् बहवः अन्ये ज्ञानानाम् आवश्यकता अस्ति. इत्युक्ते तादात्म्यसम्बन्धावच्छिन्नत्वम् अपि च केन धर्मेण अवच्छिन्ना भवति तस् पदार्थस्य ज्ञानं भवतु प्रथमं, तदनन्तरं तस्य प्रतियोगितायाः ज्ञानं भवति इति वयं चर्चितवन्तः. अवधित्वं तु सरलमेव, दृष्ट्वा प्रत्यक्षं ज्ञानं भवति. वृक्षः गृहात् पृथक् इति वदनेन झटिति ज्ञानं भवति, अस्तु एतत् पृथक्त्वं वृक्षे अस्ति अथवा गृहे अस्ति, सरलतया ज्ञातुं शक्नुमः. परन्तु भेदस्थले प्रतियोगिता ज्ञानार्थं सम्बन्धावच्छेदकं ज्ञातुं भवति, अपि च धर्मावच्छेदकमपि ज्ञातुं भवति पूर्वं, तदनन्तरं पदार्थज्ञानानन्तरं प्रतियोगिता ज्ञानं भवति. तदर्थमपि तेषां तुलना कृत्वापि वक्तुं शक्नुमः इति पृथक्त्वम् अपि च भेदः द्वयोः भिन्नौ, ते साम्यं नास्ति तत्र इति तावदेव लिखितमस्ति. अतिरिक्तः गुणः पृथक्त्वम् अतिरिक्तः गुणः इति प्राचीनानां मतं. ग्रन्थकारः वदति स्थूलबुद्ध्या न विचारणीयः, इत्युक्ते सूक्ष्मरीत्या अन्ततो गत्वा निर्धारणा भवतु इति तस्य आशयः. तावदेव. अत्र महोदयस्य बहवः प्रश्नाः आसन्, महोदय सुकुमनमहोदय, भेदीयप्रतियोगिता किञ्चित् वदति वा अत्र भवतः चिन्तनम्? इदानीं तत्सर्वं निवारितं. भेदीयप्रतियोगिता इति कथं वक्तुं शक्यते, तादृशपदमपि कथं निर्मातुं शक्यते इति प्रश्नः आसीत्. किमर्थम् इत्युक्ते प्रतियोगिता प्रतियोगी इत्यस्य लक्षणमेव, लक्षणं तु यस्य अभावः सः प्रतियोगी इत्येव किल. अतः भेदीयप्रतियोगी इति कथं वक्तुं शक्यते इति मम चिन्तनम् आसीत्. इत्युक्ते भेदीयप्रतियोगी इत्युक्ते अभावस्य अभावः इति आगच्छति. हा, किन्तु अत्र भेदीयप्रतियोगी इति पदं न भेदीयप्रतियोगिता इति. परन्तु भेदीयप्रतियोगिता इत्युक्ते भेदस्थले प्रतियोगिता कथं भवति, कीदृशम् इति प्रश्नः खलु. आम् आम् आम् आम्, तदेव मम प्रश्नः आसीत्. तत्रैव किञ्चित् भ्रमः जातः. भेदीयप्रतियोगी इति अहं स्वीकृत्य मम प्रश्नः स्थापितवान्, किन्तु तादृशं नास्ति. भेदीयस्थले प्रतियोगिता इति यदि घटाभावस्य प्रतियोगी तु घटः एव, तादृशमेव. किन्तु घटाभावः तत्र अन्योन्य अभावस्थले इति, तत्रापि घटः एव प्रतियोगी. भेदः इत्युक्ते अन्योन्यभावः एव. तत्र प्रतियोगिता इत्यस्य चिन्तना कथम् आगतम् इत्युक्ते अन्योन्यभावः अपि च पृथक्त्वं द्वयोः समानाः इति पूर्वपक्षी वदति खलु, तदर्थमेव अवधित्वम् अपि च प्रतियोगिता द्वयोः तुलना भवति. तदर्थं तत्र प्रतियोगिता ज्ञानार्थं किञ्चित् अधिकं ज्ञानमेव अपेक्षितं, परन्तु अवधित्वं तु सरलमेव इति तस्य चिन्तनम्. अवगतम्? आम् अवगतम् अवगतं. तत्रैव क्लेशः आसीत्. भेदीयप्रतियोगी अहं स्वीकृत्य मम प्रश्नं पृष्टवान्, किन्तु भेदीयप्रतियोगिता इति तत्र निवारणम् अभवत्. दीर्घा चर्चा अभवत्. अस्तु. आम् आम् अस्तु. अन्यः प्रश्नः अस्ति वा? संयोगनिरूपणम् इदानीं तु सर्वं दृष्टवन्तः एव, संयोगस्य लक्षणं दृष्टवन्तः, कुत्र कुत्र संयोगः भवति, कुत्र न भवति, द्विप्रकारकः इति सर्वं दृष्टवन्तः एव. प्रथमपरिच्छेदं पठामः, अनन्तरं स्थगयामः इति मम चिन्तनं. सम्यक् वा? क्षम्यतां भगिनि, अहं गच्छामि वा? ओ अस्तु महोदय, कार्यमस्ति वा? किञ्चित् कार्यमस्ति, अतः किञ्चित् क्षम्यताम्. अस्तु, चिन्ता नास्ति. अस्तु, धन्यवादः. नमस्कारः. रामप्रिया भगिनी, प्रथमं परिच्छेदं किञ्चित् पठतु, यत् अवगच्छति किञ्चित् वदतु, अनन्तरं स्थगयामः, पुनः कुर्मः. आम् आं भगिनि. संयोगनिरूपणं संयोगं क्रमप्राप्तं लक्षयति. संयुक्तव्यवहारहेतुः संयोगः सर्वद्रव्यवृत्तिः इति. यदा अस्य लक्षणवाक्यं संयोगस्य संयोगव्यवहारहेतुः संयोगः, संयुक्तव्यवहारहेतुः संयोगः इति ज्ञानजनकशब्दप्रयोगः इति व्यवहारस्य विषये वयं दृष्टवन्तः पूर्वं. तस्य कारणं संयोगः इति, सर्वद्रव्यवृत्तिः सर्वद्रव्येषु वर्तते इति. आदौ वियुक्तयोः हस्तयोः क्रियावशात् संयोगाख्यः गुणः उत्पद्यते, तं च संयोगं ज्ञात्वा इमौ संयुक्तौ इति शब्दप्रयोगरूपः व्यवहारः भवति, तेन च शब्दप्रयोगेन जिज्ञासवः प्रतिपद्यन्ते हस्तौ संयुक्तौ इति. आदौ वियुक्तयोः, प्रथमम् एतद् हस्तयोः वियुक्तः अस्ति, क्रियावशात् यदा क्रिया भवति तस्य संयोगः इति गुणः उत्पन्नं भवति, तं च संयोगं ज्ञात्वा, तद् संयोगः ज्ञात्वा संयुक्तौ इति शब्दप्रयोगः शब्दप्रयोगरूपव्यवहारः भवति. तद् ज्ञात्वा संयोगं ज्ञात्वा तौ हस्तौ संयुक्तौ इति वयं शब्दप्रयोगं कुर्मः, व्यवहरामः. तेन च शब्दप्रयोगेन जिज्ञासवः प्रतिपद्यन्ते हस्तौ संयुक्तौ इति. यदा वयं संयुक्तौ हस्तौ इति व्यवहरामः, तेन प्रयोगेन जिज्ञासवः ते ज्ञात जानाति हस्तौ संयुक्तौ इति. अस्तु, कीदृशः पदार्थः भगिनि संयोगः इत्युक्ते? गुणः, सत्यं. यदा हस्तौ संयुक्तौ इति वदामः, संयोगः द्विनिष्ठः खलु, एकमेव संयोगः द्वयोः पदार्थयोः भवति. केन सम्बन्धेन भवति? हस्तेन सह वा? संयोगः द्विनिष्ठः इत्युक्ते एकः एव संयोगः द्वयोः हस्तयोः भवति, परन्तु समवायसम्बन्धेन संयोगः भवति. अस्तु, अपि च द्विप्रकारकः इति दृष्टवन्तः खलु, कर्मजः अपि च संयोगजः, संयोगः भवितुम् अर्हः. अस्तु, अग्रिमे पुटे चित्रमस्ति. अस्तु, सः गतवान् सुनील् महोदय, अग्रिमे अग्रिमे वर्गे कुर्मः, नो चेत् सः स्थगयामः. नमस्कारः. नमस्कारः भगिनि.